गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं सप्तखण्डः आरब्धः तत्र मूले एवमुक्तम् आप्तवाक्यं शब्दः इति शब्दस्य लक्षणम् आप्तवाक्यं कः आप्तः आप्तस्तु यथार्थवक्ता किं वाक्यं पदसमूहः किं पदं शक्तं पदं शक्तिः का अस्मात् पदात् अयमर्थो बोद्धव्यः इति ईश्वरसङ्केतः शक्तिः तत्र शक्तिनिरूपणम् अस्माभिः दृष्टम् ईश्वर इच्छा एव शक्तिः अस्तु तर्हि ईश्वर इच्छा एव शक्तिः इति चेत् शक्त्या सा तया शक्त्या किं किं गृह्यते इति चेत् घट इति पदं घट इति पदार्थः अनयोः मध्ये यः सम्बन्धः तद् गृह्यते स च सम्बन्धः के सम्बन्धाः भवन्ति इति चेत् घटपदे बोधजन्यत्वम् अस्ति तर्हि तज्जन्यत्वमपि गृह्यते ते तेन जन्यत्वेन घटे पदे विद्यमानजन्यत्वेन यः बोधः जायते तदपि गृह्यते बोधः इत्युक्ते सविषयकपदार्थः अस्ति बोधः मयि बोधः जातः इति यदि अहं वदामि तत्र कस्मिन् विषये इति प्रश्नः उदेति तर्हि बोधस्य विषयः अस्ति यस्मिन् विषयत्वमस्ति तदपि गृह्यते इति अस्माभिः दृष्टम् तर्हि मुख्यप्रकारता कुत्र अस्ति इति चेत् घटपदे घटपदत्वावच्छिन्नप्रकारता घटपदे मुख्यप्रकारता अस्ति मुख्यविशेष्यता कुत्र अस्ति इति चेत् घट अर्थे घटार्थे अर्थः इत्युक्ते कश्चन विषयः इत्यर्थः मुख्यविशेष्यता घटे अस्ति मुख्यप्रकारता घटपदे अस्ति जन्यत्वे प्रकारता अपि अस्ति विशेष्यता अपि अस्ति घटपदत्वावच्छिन्नप्रकारतानिरूपितविशेष्यता जन्यत्वे अस्ति पुनः जन्यत्वेन अत्र घटपदे विद्यमानजन्यत्वेन बोधः जायते इति कृत्वा बोधस्य अपेक्षया जन्यत्वे प्रकारता अपि अस्ति इति दीर्घवाक्यम् अस्माभिः दृष्टम् इत्थमेव यावन्ति संस्कृतभाषायां पदानि वर्तन्ते तानि प्रत्येकं प्रकारविधया एवं ततः क्रमेण जन्यत्वं बोधः विषयत्वं तदर्थश्च इत्येतान् पञ्चपदार्थान् विशेष्यविशेषणभाव आपन्नान् अवगाहते ईश्वर इच्छा 290 पेज् मध्ये प्रथमपङ्क्ति तस्याः समूह आलम्बनकथा न चित्रयितुं शक्यते इति न चित्रस्य मर्यादा किन्तु तस्याः माहात्म्य अतिशयः तस्याः कस्याः ईश्वर इच्छायाः माहात्म्य अतिशयः यतः हि सा इच्छा अभिधा इति पदमपि प्रकारविधया स्वयमेव विशेष्यविधया अवगाहते अभिधा इति अपि काचन संज्ञा अस्ति तस्याः संज्ञायाः अपि संज्ञी अस्ति इति कृत्वा अभिधा इति पदम् इच्छा इति पदम् इच्छया किम् इच्छा इच्छा इति पदेन किम् उच्यते इति चेत् परमात्मनि विद्यमान कश्चन आत्मगुणः उच्यते तर्हि तत्रापि संज्ञासंज्ञी अस्ति तदपि अवगाहते एवञ्च घटपदजन्यबोध्यविषयत्वं घटे एव ईश्वर इच्छा अवगाहते न पटे इति पटपदात् घटस्यैव बोधः तर्हि तत्र यद्यपि ईश्वर इच्छायां सर्वाणि पदानि सन्ति अपि च तैः पदैः उच्यमान सर्वे विषयाः अपि सन्ति किन्तु तत्र ईश्वरीय इच्छा इति कृत्वा येन केनापि पदेन यं कमपि अर्थं बोधयितुं शक्यते इति न चिन्तनीयं घटपदेन केवलं घटविषयः घटविषयमेव बोध्यते न तु पटः इति नियमः अपि वर्तते. तदेव अत्र उक्तं घटपटपडज पटपदजन्यबोध्यत्वं पटे एव अवगाहते न न घटे इति इति पटपदात् पटस्यैव बोधः न घटस्य. यद्यपि ईश्वर इच्छा अस्ति तथापि तत्र नियमः अस्ति. तावत् प्राप्तं, तदग्रे इदानीं पठनीयमस्ति परन्तु इति आरभ्य. अस्तु सतिभौमभगिनी आरब्धुं करोति किम्? आम् महोदय. परन्तु यं सर्वापि व्यवस्था तदा घटते यदा शक्तिग्रहः प्रमात्मकः. प्रमात्मकः शक्तिग्रहात् तु घटम् पटमानया इति वाक्यात् घटमपि प्रतिपद्यते जनाः इति शक्तिग्रहस्य प्रमात्वम् अपेक्षितम्. शक्तिग्रहस्य प्रमात्मकम् अपेक्षितम् इत्यस्मिन् विषये उक्तमस्ति. सर्वदा ईश्वर इच्छा किम् अवगाहते इति पूर्वपङ्क्त्याम् उक्तमस्ति. तत्र यदा घटं घटपदात् घटं घटस्य एव बोधः तत् प्रमाज्ञानमस्ति. प्रमात्मकम् अस्ति चेत् घटं घट आनया इति वदामः चेत् पटम् अपि आनयितुं शक्यते. तत्र प्रतिपद्यन्ते इत्युक्ते तत् तदपि बोधुम् इति वा प्रतिपद्यते. अतः शक्तिग्रहः प्रमात्मकं शक्तिग्रहस्य प्रमात्मकम् अपेक्षितम् इति. प्रमात्वं प्रमात्मकं नास्ति, प्रमात्वं प्रमात्वम् अपेक्षितम्. हा तर्हि शक्तिग्रहः इति कुत्र वदामः? नो चेत् कदा वदामः शक्तिग्रहः जातः? कदा वदामः प्रमात्मकज्ञानं यदा? हा पद प्रमात्वं बोधे प्रमात्वमस्ति चेत् तदा एव शक्तिग्रहः इति वक्तुं शक्यते. अस्तु इति मनसि भवेत्. किमर्थमित्युक्ते अग्रे अस्य सिद्धान्तस्य उपयोगः क्रियते. तर्हि परन्तु इयं सर्वापि व्यवस्था तदा घटते यदा शक्तिग्रहः प्रमात्मकः अस्ति. इत्युक्ते घटपदेन घटम् अवगच्छामः चेत् घट घटार्थम् अवगच्छामश्चेत् तदा शक्तिग्रहः इति व्यवहारः कर्तुं शक्यते. यदि केनापि वञ्चकेन घटं प्रदर्श्य अस्य नाम पटः इति वदति चेत् तदा शक्तिग्रहः भवति वा इति चेत् न, शक्तिभ्रमः एव भवति तत्र. अस्तु तर्हि इदानीं शक्तिग्रहः इत्युक्ते किम् इति द्रष्टव्यम्. अस्तु मेहुल् महोदय पठति वा? आं महोदय. शक्तिग्रहः अथ कोऽयं शक्तिग्रहः उच्यते? भगवतः खलु सर्वज्ञस्य सर्वं ज्ञानादि यथार्थमेव. तत्रापि यथार्थ इति पदं ज्ञाने एव प्रायः प्रयुज्यते इति यथार्थेच्छायाः यथार्थकृतेः वा संवादिनी इति व्यवहारः भवति. संवादिनी इच्छा संवादिनी कृतिः, सफला इच्छा सफला कृतिः इति तदर्थः. कश्चित् जलं वाञ्छन् जलार्थं यतमानः जलं लभते चेत् तस्य जलेच्छा जलकृतिश्च सफला संवादिनी इति उच्यते. अस्तु अत्र शक्तिग्रहः इत्युक्ते किम् इति उल्लेखितमस्ति. भगवतः तु सर्वज्ञ अस्ति, सर्वं ज्ञानादि सर्वज्ञस्य सर्वं ज्ञानादि यथार्थमेव. सः तस्मिन् सर्वं यथार्थज्ञानम् एव अस्ति. तत्रापि इत्युक्ते अत्र यथार्थम् एव इत्यत्र यथार्थ इति पदं ज्ञाने एव प्रायः प्रयुज्यते. यथार्थ इति ज्ञानस्य विवरणं कृत्वा एव तत्पदस्य उपयोगः भवति इति यथार्थे छाया. अत्र सर्वज्ञस्य सर्वं ज्ञानादि यथार्थमेव. तत्र ज्ञानादि इति अस्ति खलु, तत्र आदिपदेन किं किं स्वीकर्तव्यम्? ज्ञान इच्छा कृति इति हा उत्तमम् आदिपदेन इच्छा कृतिः स्वीकर्तव्या अस्ति तर्हि ईश्वरीयज्ञानं यथार्थमेव भवति यदा कदापि ईश्वरीयज्ञानं भ्रमात्मकं न भवति इति अस्ति एवम् ईश्वरीय इच्छा अपि यथार्थमेव भवति ईश्वरीयकृतिः अपि यथार्थमेव भवति अस्तु किन्तु यथार्थ इच्छा इति अनुत्वा अत्र यथार्थम् इति पदं न प्रयोगं कुर्मः अन्यत् पदं प्रयोगं कुर्मः अस्तु अग्रे वदतु यथार्थ इति पदं तु ज्ञाने एव प्रायः प्रयुज्यते यथार्थमिति कथं वक्तुं शक्यते संशयः नास्ति मम पृच्छामि न्याये नैयायिकाः ईश्वरीयज्ञानं यथार्थमेव इति कथं जानन्ति इति वा तत्र ईश्वरे ईश्वरीयज्ञानं नित्यम् इति कथं तैः उक्तम् यत्किमपि यत् यानि कानि पदानि सन्ति ते ईश्वरीयमेव पदज्ञानम् अस्ति इदानीं पदम् इति त्यजतु मम प्रश्नः भिन्नः ईश्वरीयज्ञानम् ईश्वरः इत्युक्ते कः ईश्वरः अपि आत्मा खलु ईश्वरः इति कीदृशपदार्थः तत् प्रथमं वदतु द्रव्यम् उत्तमं द्रव्यं नवद्रव्याणि सन्ति तेषु नवद्रव्येषु ईश्वरः कः स्वयम् एकं द्रव्यं खलु नास्ति न नवद्रव्याणि तु आत्मद्रव्य पृथ्वी जल तेज वायु आकाश कालदिकात्मा मनः मनः इति एव आत्मा इति एव ईश्वर जीव खलु नास्ति न्याये ईश्वरः नैयायिकानां मतानुसारम् आहत्य अत्र एतादृशदृष्टिः सर्वदा मनसि भवेत् लोके ये पदार्थाः सन्ति यानि वस्तूनि सन्ति तानि सर्वाणि सप्तपदार्थेषु अन्तर्भूतानि इति नैयायिकानां मतम् अत्र पदार्थः इति इत्यस्य कथम् अवगन्तव्यम् इति चेत् केटगरि इति अवगन्तव्यं क्लास् इति पदार्थः इत्युक्ते घटः इति नास्ति पदार्थः इत्युक्ते कश्चन क्लास् केटगरि सप्तपदार्थेषु अन्तर्भूताः के के इति चेत् द्रव्यगुणकर्म सामान्यविशेषसमवाय अभावाः सप्तपदार्थाः तत्र प्रथमपदार्थमस्ति द्रव्यम् किमर्थं द्रव्यं प्रथमत्वेन स्वीकृतम् इति चेत् सर्वेषाम् अधिकरणं भवति अन्येषां पदार्थानां द्रव्यमेव अधिकरणं भवति गुणः कुत्र विद्यते द्रव्ये क्रिया कुत्र विद्यते द्रव्ये समवायः कुत्र अस्ति द्रव्ये सामान्यं कुत्र अस्ति द्रव्ये विशेषं कुत्र अस्ति द्रव्ये परमाणु इति द्रव्ये अभावः कस्य भवति द्रव्ये एव भवति अपि च कुत्रचित् एव भवति कुत्रचित् द्रव्ये एव अभावः भवति इति कृत्वा द्रव्यं प्रथमं निरूपितं तत्र द्रव्यं नव द्रव्याणि नव पृथिवी अप् तेजवायु आकाश कालदिक् आत्ममनांसि नवद्रव्याणि तेषु आत्मा इति कश्चन द्रव्यमस्ति नैयायिकानां मतानुसारं सा आत्मा सः आत्मा द्विविधः अस्ति परमात्मा जीवात्मा कति परमात्मानः सन्ति एकः एव लाघवत्वात् स्वीकृतम् कति जीवात्मनः सन्ति अनेकाः किमर्थम् अनेकाः स्वीकृतम् मम जीवात्मनि जायमानसुखदुःखादयः अन्यस्मिन् जीवात्मनि न जायन्ते यस्मिन् समये अहं सुखमनुभवामि तस्मिन् समये अन्यदात्मा दुःखम् अनुभवति यदि एकः एव आत्मा तर्हि कथं मया सुखमनुभूयते तेन दुःखमनुभूयते एकस्मिन्नेव समये एकस्मिन्नेव देशे इति प्रश्नः उदेति इति कृत्वा अत्र लाघवं ते त्यजन्ति. आत्मा अस्ति इति केन प्रमाणेन ज्ञायते? प्रत्यक्षेन न ज्ञातुं शक्नुमः न. अत्र वस्तु भवतु, तत्र मनसा ज्ञातुं शक्यते इति उक्तं. मानसप्रत्यक्षमस्ति. आत्मा कथं ज्ञायते इति चेत् मानसप्रत्यक्षम्. किन्तु ईश्वर परमात्मा कथं ज्ञायते इति चेत् तत्र लाघवमेव स्वीकृतं, तत्र अनुमानमेव स्वीकृतम्. किम् अनुमानम् आसीत्? एतत् सर्वं केवलं पुनस्मारणार्थम् अहं वदामि. किन्तु एतादृश मानचित्रं सर्वेषां मनसि भवेत्. भवतु, तर्हि जीवात्मनः प्रत्यक्षं मनसा जायते, यथा चक्षुरिन्द्रियं रूपम् अपि च तस्य आधारीभूतद्रव्यम् उभयमपि गृह्यते, यथा त्वगिन्द्रियं घटे विद्यमानस्पर्शम् अपि च घटम् उभयमपि ग्राह्यते, एवं मनः आत्मनि जायमान ज्ञान इत्यादिकम् इत्यादि विशेष गुणान् ग्राह्यते. केवलं गुणान् ग्राह्यते इति न, किन्तु आत्मा अपि आत्मानमपि ग्राह्यते मनः इति नैयायिकानां मतं. भवतु, तर्हि जीवात्मा केन इन्द्रियेण ज्ञायते इति चेत् मनसा ज्ञायते, मनः अपि इन्द्रियं नैयायिकानां मतानुसारं. तर्हि अत्रापि प्रत्यक्षेन आत्मा ज्ञायते इति तेषां मतं. भवतु, इदानीं मनसा परमात्मा ज्ञातुं शक्यते वा इति चेत् न. तर्हि तत्र प्रमाणं किम्? अनुमानप्रमाणं. किम् अनुमानम्? यथा कुलालं विना घटः न उत्पद्यते, तदा अत्र जगतः उत्पन्नार्थं कश्चन चेतनः आवश्यकः अस्ति. स च चेतनः ईश्वरः भवतु, सः एव परमात्मा. तर्हि ईश्वरः किं करोति? जगत् उत्पादयति. तर्हि क्रिया यदा जायेत तस्मात् पूर्वं कृतिः भवेत्. कृतिं विना क्रिया न जायते, इच्छां विना कृतिः न जायते, ज्ञानं विना इच्छा न जायते इति कृत्वा ईश्वरे परमात्मनि ज्ञानम् इच्छा कृतिः क्रिया इति एतत् सर्वं नैयायिकैः अङ्गीकृतम्. अस्तु, तर्हि अत्र कस्मिंश्चित् दिने सः सृजति, तदनन्तरम् अत्र विरामः स्वीकरोति इति न. सृष्टिः तु सर्वदा जायत्येव इति कृत्वा तस्मिन् विद्यमान क्रिया कृतिः इच्छा ज्ञानम् एतत् सर्वं नित्यम् इति वक्तव्यम्. अपि च तस्य ज्ञानम्, ज्ञानम् इति सविशेषपदार्थः अस्ति. कस्मिन् विषये ईश्वरीयज्ञानमस्ति इति चेत् जगति यानि पदानि सन्ति, यानि यानि वस्तूनि सन्ति, तानि सर्वाणि ईश्वरेण एव कृतम् इति कृत्वा यथा कुलालः घटज्ञानं विना घटं कर्तुम् अशक्यः भवति, तथा घटस्य घटकर्ता घटस्य कर्ता घटज्ञः, पटस्य कर्ता पटज्ञः यथा, तथा सर्वस्य कर्ता सर्वज्ञः इति केवलम् अनुमानेन तर्केण एव नैयायिकैः ज्ञातम्. तर्हि ईश्वरः इति कश्चन अस्ति, परमात्मा कश्चन अस्ति इति कथं ज्ञातम्? अनुमानप्रमाणेन. तर्हि यत्र यत्र अनुमानेन स्वीकुर्मः तत्र एकत्वं, विभुत्वं, नित्यत्वं च स्वीकुर्मः लाघवार्थम्. तर्हि ईश्वरः एकः, तस्मिन् ज्ञानम् इच्छा कृतयः जायन्ते, ते नित्याः इति एतत् सर्वम् अनुमानेन तैः स्वीकृतं. बुद्धं किम्? स्वामी महोदय. महोदय बुद्धं महोदय धन्यवादः, पूर्णमानचित्रं भवता दत्तं. किन्तु महोदय सर्वज्ञः सत्यं महोदय, किन्तु भ्रान्तिजन्यज्ञानं नास्ति, केवलं यथार्थज्ञानम् अस्ति. कथम्? अस्तु तर्हि अस्माकं भ्रान्तिः कथं जायते इति चिन्तनीयं खलु महोदय. इत्युक्ते अस्मदीयज्ञानं कथं जायते? भवानेव वदतु, प्रत्यक्षज्ञानं कथं जायते? अयं घटः इति प्रत्यक्षज्ञानं कथं जायते? इन्द्रियसन्निकर्षजन्यज्ञानं. उत्तमं खलु, इन्द्रियसन्निकर्षजन्यज्ञानं प्रत्यक्षम्. महोदय इदानीं वदानि वा? किमर्थं चेत् सः सर्वाणि पदार्थानि जानाति खलु, अत एव. नास्ति चेत् तर्हि एव भ्रान्तिज्ञानं भवति. न न एकनिमिषम् अत्र क्रमेण चिन्तयामः, इतोपि किञ्चित् चिन्तनीयमस्ति. समीचीनप्रश्नः अस्ति, चिन्तनीयः प्रश्नः अस्ति. अस्तु, अस्मदीयज्ञानं नित्यं वा अनित्यं वा? ज्ञानम् अनित्यम्. अस्मदीयज्ञानम् अनित्यमस्ति खलु? जायते अस्मिन् क्षणे यदा घटेन सह चक्षुरिन्द्रियस्य सन्निकर्षः जायते तदा अयं घटः इति ज्ञानं प्राप्नुमः खलु. तर्हि अस्मदीयज्ञानम् अनित्यमस्ति, इन्द्रियेण जायते. अपि च यदा ज्ञानं जायेत तत्र केवलम् इन्द्रियमस्ति चेत् अपि च पुरतः विषयः अस्ति चेत् ज्ञानं भवति किम्? न महोदय. किम् आवश्यकम् इतोपि? पदार्थस्य पूर्वज्ञानं? न न, इदानीम् एकः शिशुः अस्ति, पूर्वज्ञानं तस्मिन् नास्ति. किन्तु यदा चक्षुम् उन्मीलयति तदा तस्य ज्ञानं भवति खलु. पदार्थस्य पूर्वज्ञानम् इति नास्ति. सः पश्यति किन्तु तद् घटम् इति वक्तुं न शक्यते खलु. न न, इदानीं शाब्दबोधे मम चिन्तनं नास्ति. प्रत्यक्षज्ञानं जातुं किं किम् आवश्यकम्? अन्धकारे घटः अस्ति चेत् ज्ञातुं शक्यते किम्? न महोदय. तर्हि वदतु, प्रकाशः किमस्ति आवश्यकः? प्रकाशः आवश्यकः अस्ति खलु. आवश्यकः. तर्हि अस्मदीयज्ञानं प्रथमम् अनित्यः अस्ति, इन्द्रियेण जायते. तर्हि इन्द्रिये दोषः भवति चेत् ज्ञानं दोषः अस्ति चेत् ज्ञानं समीचीनं भवति वा न वा? न भवति महोदय. न भवति. हा, इत्युक्ते अस्मदीयज्ञानं यदि प्रमात्मकं भवेत् तदा तत् प्रमात्मकत्वं किमधीना इति चेत्, किमधीनम् इति चेत् चक्षुषि दोषः न भवेत्, बहिः प्रकाशः भवेत्, अपि च विषये रूपं भवेत् इति तत्र मध्ये व्यवधानं न भवेत्. यदि भित्तिः अस्ति, घटः अस्ति, किन्तु भित्तेः पृष्ठभागे अस्ति चेत् तत्र व्यवधानम् अस्ति इति कृत्वा सन्निकर्षः न जायते. अतः सन्निकर्षः आवश्यकः अस्ति, इन्द्रियेण सह विषयस्य सन्निकर्षः इति. एतत् सर्वम् अत्र प्रमात्वं ज्ञाने प्रमात्वं किमधीनम् इति चेत् एतत् सर्वम् आवश्यकमस्ति तत्र अस्मदीयज्ञानं. अस्मदीयज्ञाने यदि प्रमात्वं भवेत् तदा अत्र च इन्द्रिये दोषः न भवेत्, मध्ये किमपि व्यवधानम् अथवा प्रतिबन्धकः न भवेत्, तत्र प्रकाशः भवेत्, वस्तुनि रूपः भवेत्, रूपं भवेत्, इति एतत् सर्वमस्ति चेदेव अस्माकं ज्ञानं जायते. अस्तु, इदानीम् ईश्वरीयज्ञानम् वदतु. ईश्वरीयज्ञानं तथैव नास्ति महोदय. किमर्थं चेत् भित्याः परे किमस्ति इति अपि सः जानाति. एकनिमिषं, प्रथमं प्रकाशः ईश्वरीयज्ञानं जायते इति वक्तुं शक्नुमः वा? न, नित्यमस्ति, अतः पूर्वमेव. तर्हि ईश्वरीयज्ञानं यदा जायते तदा ईश्वरीयज्ञाने प्रमात्वम् एतान् सर्वान् अधीत्य तिष्ठति इति न वक्तुं, किमर्थम् इत्युक्ते ईश्वरीयज्ञानं जायते इति एव न वक्तुं शक्यते खलु. सत्यं महोदय, तस्य ज्ञानं नित्यमस्ति इति कृत्वा ईश्वरीयज्ञानं जायते इति एव न वक्तुं शक्यते. यदा जायते इति वदामः तदा एव किम् अधीनम् इति चिन्तनीयं खलु महोदय. अस्तु, इदानीम् इतोपि एकः प्रश्नः. ईश्वरीयज्ञानं किमपि अधीनं नास्ति इति चेत् अत्र च इन्द्रिये दोषः न भवेत् इति अधीनं नास्ति. अत्र ईश्वरीयज्ञानस्य इन्द्रिय अधीनत्वमस्ति किम्? तदपि नास्ति. हा, इन्द्रिय अधीनत्वमपि नास्ति खलु? नास्ति. प्रकाशः भवेत् इति अपि प्रकाशस्य अधीनत्वमपि नास्ति. नास्ति इति कृत्वा, इत्युक्ते भ्रमः कदा जायते इति चेत् यदि इन्द्रिये दोषः अस्ति तदा जायते, यदि प्रकाशः समीचीनः नास्ति तदा जायते खलु? आमहोदय. किन्तु ईश्वरीयज्ञानम् इन्द्रिय अधीनं नास्ति, प्रथमं नित्यमस्ति, अतः न जायते इति अपि न वक्तुं शक्यते इति एतत् सर्वं मनसि निधाय वयम् अवगन्तुं शक्नुमः ईश्वरीयज्ञानं यथार्थम् एव भवति. इत्युक्ते भ्रमात्मकं भवितुं तस्मिन् सामग्री नास्ति. इवन् इफ् ईश्वर वाण्ट्स् टु गेट् अ भ्रम हि केनाट्. इति वार्ता. इति कृत्वा यथार्थम् एव इति एव पदं तत्र प्रयुक्तम्. महोदय धन्यवादः. अस्तु, समीचीनं. हा, अग्रे मेल् महोदय. आं महोदय. अस्तु, तर्हि यथार्थम् एव ज्ञानादि, अत्र यथार्थ इति पदं प्रायः ज्ञाने एव प्रयुज्यते. तर्हि व्यवहारे यथार्थ इच्छा इत्यस्य कृते अपि च यथार्थकृति इत्यस्य कृते संवादिनी इति अपि पदं प्रयुज्यते इति व्यवहारे तादृश पदं प्रयुज्यते. तर्हि संवादिनी इच्छा, संवादिनी कृतिः इति भवति प्रयोगः व्यवहारे. तस्य अर्थः कः इत्युक्ते सफला इच्छा, सफला कृतिः इति एव तस्य अर्थः. अत्र उदाहरणमस्ति, किञ्चित् जलं वाञ्छन् जलार्थं यतमानः इत्युक्ते प्रयत्नं कुर्मः चेत् जलं लभते चेत् तस्य जल इच्छा अपि च जलकृतिः द्वयोः अपि सफला इति भवति, अथवा संवादिनी इति उच्यते. तादृशव्यवहारः अस्ति. तर्हि यथार्थ इच्छा यथार्थकृतिः इति न वदेम, संवादिनी इच्छा संवादिनी कृतिः. सत्यसङ्कल्पः इति ईश्वरस्य नाम अस्ति. सत्यसङ्कल्पः, सत्यसङ्कल्पः इत्युक्ते यः सङ्कल्पः तस्मिन् मनसि जायते तत्तु निश्चयेन सफला भवति. सत्यकामः सत्यसङ्कल्पः इति बृहदारण्यकोपनिषदि दृश्यते एतानि वाक्य एतानि पदानि. अस्तु, तर्हि संवादिनी इति पदं प्रयोगं कुर्मः. यथार्थज्ञानम् इति न वदेम, किन्तु संवादिनी इच्छा संवादिनी कृतिः इति वदेम. संवादिनी इति पदस्य अर्थः सफला इति अस्तु, धन्यवादः महोदय. अग्रे रमेश महोदय पठति किम्? धन्यवादः. ईश्वरे ईश्वर इच्छायाः शक्तिरूपायाः तथा रूपत्वे अपि तत् ज्ञानम् अस्मद् आत्मनि उत्पादमानम् अपि प्रमात्मकम् एव आवश्यकम्. प्रमात्मकम् एव आवश्यकम्. अस्मदीयज्ञाने अपि ज्ञानेन अपि घटपटत्व अवच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छिन्नजन्यत्वत्व अवच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छिन्नबोधत्व अवच्छिन्नप्रकारतानिरूपितविशेष्यत्व अवच्छिन्नविषयत्वत्व अवच्छिन्न प्रकारतानिरूपिका या ईश्वर इच्छा तद् विशेषत्वं घट एव अवगाहनीयम्. ईश्वरेच्छयाः शक्तिरूपयाः तथा रूपत्वे अपि तद् ज्ञानम् अस्मदी आत्मनि पद्यमानम् अपि प्रमात्मकम् एव आवश्यकम्. तत् न बुद्धं महोदय, किमर्थं तत् प्रमात्मकम् एव भवेत्? ईश्वरिच्छया शक्ति अस्मदात्मनि उत्पद्यमानमपि प्रमात्मकम् एव आवश्यकम् इत्युक्ते ईश्वर इच्छा इति, ईश्वर इच्छा इत्युक्ते किं? शक्ति, तदेव शक्तिः खलु? हा, शक्तिः. हा, तर्हि शक्तिग्रहः शक्तेः ग्रहणं, तदेव शक्तिग्रहः खलु? ईश्वरीय इच्छा, तत्र सम्बन्धः, ये सम्बन्धाः सन्ति तेषां ग्रहणं यदा भवति इत्युक्ते शक्तिग्रहः जातः इति कदा वदेम इति प्रश्नः. तदा एव वदेम यदा अस्माकं ज्ञानं प्रमात्मकं भवति, तदा एव शक्तिग्रहः जातः इति व्यवहारः कर्तुं शक्यते. इत्युक्ते यदि अहं घटमानय इति भवन्तं वदामि, भवान् पटमानयति, तर्हि इदानीं घटपदे घट इति पदं यद् मया प्रयुक्तं, घटमानय इति वाक्ये घट इति पदं यद् मया प्रयुक्तं, तत्र घटमानय इति श्रुत्वा यदि भवान् पटम् आनयति तदा घटपदे शक्तिग्रहः जातः वा न वा? न जातः. हा, तर्हि घटमानय इति यदि अहं वदामि भवान् घटमेव आनयति चेत् तदा एव शक्तिग्रहः जातः इति वक्तव्यम्. तदेव अत्र लिखितमस्ति, ईश्वर इच्छायाः शक्तिरूपायाः तथा रूपत्वे अपि, इत्युक्ते ईश्वर इच्छा, ईश्वर इच्छायाम् ईश्वर इच्छा एव शक्तिः, तस्यां शक्त्याम् अत्र प्रमात्मकं, सर्वं प्रमात्मकमेव भवति इति तु सत्यं, किन्तु तथापि तथा रूपत्वे अपि तज्ज्ञानम् अस्मदात्मनि उत्पद्यमानमपि प्रमात्मकम् एव आवश्यकं. प्रमात्मकं भवेत्, नियमेन प्रमात्मकं भवेत्. यदि घटमानय इति अहं वदामि भवान् पटम् आनयति चेत् यद्यपि घटशब्दे घटपदे शक्तिः अस्ति, सा शक्तिः न गृहीता. किं गृहीता? तत्र भ्रममेव गृहीतं, घटमानयति श्रुत्वा पटमेव आनयति भवान् इति कृत्वा, यद्यपि घटपदे शक्तिः अस्ति सा शक्तिः न गृहीता इत्यतः यदा मयि प्रमात्मकज्ञानं जायते तदा एव शक्तिग्रहः जातः इति वक्तुं शक्यते इति एव लिखितमस्ति. बुद्धं खलु? आं महोदय. अस्तु. अपि च अस्मिन् परिच्छेदे किञ्चित् योजितमस्ति. किम् इति चेत् अत्र गते पुटे ईश्वरी इच्छायाः चित्रं 197 इत्यत्र ईश्वर इच्छायाः विषयः उक्ताः. ईश्वर इच्छा एव शक्तिः. सा शक्तिः घटपदे वर्तते. केवलं घटपदे नास्ति, घटे पदे विद्यमानजन्यत्वे अपि वर्तते. घटपदे विद्यमानजन्यत्वेन यः बोधः जायते तत्रापि वर्तते. बोधस्य विषयः यस्मिन् विषये विषयत्वम् अस्ति तत्रापि वर्तते, अपि च घटे अपि वर्तते इति अस्माभिः अधीतम्. किन्तु अस्मिन् परिच्छेदे तर्हि अत्र घटत्वावच्छिन्नविशेषतानिरूपिका भगवदिच्छा इति उक्तं खलु. किन्तु अत्र पश्यतु अन्तिमवाक्ये विषयत्वत्व अवच्छिन्नप्रकारतानिरूपिका या ईश्वर इच्छा, तर्हि ईश्वर इच्छा अपि मध्ये आगतम्. तदेव चित्रं 198 मध्ये दत्तमस्ति. स एव चित्रं, तदेव चित्रम् अत्रापि दत्तमस्ति. किन्तु मध्ये एकं सोपानम् अधिकं सोपानं शक्तिग्रहः विशेष्यता विशेष्यत्व अवच्छिन्नप्रकारतानिरूपिका या ईश्वर इच्छा तद्विशेष्यत्वं घट घटे वर्तते इति अवगाहनीयम् अस्माभिः. तदा अवगच्छामश्चेत् तदा ज्ञानं प्रमात्मकं भवति, तदा शक्तिग्रहः जातः इति वक्तुं शक्यते. तर्हि ईश्वर इच्छया घटपदेन घटः इति पदार्थः बोद्धव्यः इति इच्छा अस्ति. तर्हि तादृश इच्छायाः ग्रहं घटपदं श्रुत्वा घटे अस्माभिः तादृश इच्छायाः ग्रहणं क्रियते चेत् तदा शक्तिग्रहः जातः इति वक्तुं शक्यते. अतः तत्रैव अवगाहनीयम् इति अत्र उक्तम्. अस्तु, अग्रिमपङ्क्तिः अपि भवानेव पठतु महोदय. तथा च घटपदत्व अवच्छिन्न इत्यादिक इत्यादिक्रमेण ईश्वर इच्छा निरूपिता विशेष्यता घटे विद्यमाना एव ज्ञानेन विषयी क्रियते इति इदं ज्ञानं पदम् अर्थं बोध्यबोधकभावनियन्त्री नियन्त्रीं भगवत् इच्छां शक्तिरूपां च अवगाहते इति अस्य एव ज्ञानस्य शब्दखण्डे शक्तिग्रहः शक्तिग्रह इति संज्ञा भवति. तर्हि शक्तिः अपि च शक्तिग्रहः अनयोः मध्ये कः भेदः? शक्तिः सर्वदा अस्ति, शक्तिग्रहः यदि प्रमात्मकज्ञानं जायते तदा एव भवति इति वा? न, अत्र शक्तेः विषयः विषयाः के? पूर्वस्मिन् चित्रे लिखितमस्ति खलु 197 चित्रे यत् अस्ति तत् शक्तेः विषयः अस्ति खलु? शक्तेः विषयाः ते शक्तेः घटपदं जन्यत्वं बोधः विषयत्वं घटः अपि विषयाः भवन्ति इति. सत्यं, तदेव अत्र अन्तिमपङ्क्तौ लिखितं 2A 197 चित्रं यस्मिन् पुटे अस्ति तत्र अन्तिमवाक्यमस्ति खलु तस्मिन् पुटे एवं ततः पठतु एकवारम्। एवं ततः क्रमेण जन्यत्वं बोधः विषयत्वं तदर्थश्च इति एतान् पञ्चपदार्थान् विशेष्य विशेषणभाव आपन्नम् अवगाहते ईश्वर इच्छा। तर्हि ईश्वर इच्छा एव शक्तिः। शक्तेः पञ्चपदार्थाः पञ्चविषयाः सन्ति। ते के इति चेत् घटम् इति पदं, घटपदे विद्यमानजन्यत्वं, तेन जन्यत्वेन जायमानबोधः, बोधे यः बोधस्य यः विषयः अस्ति तस्मिन् विद्यमानविषयत्वम्, अपि च विषयः इति पञ्चपदार्थाः सन्ति इच्छायां शक्तेः। किन्तु शक्तिग्रहः इत्यत्र कति विषयाः सन्ति? विशेष्यता अपि अधिकमस्ति न? अत्र पश्यतु, इति इदं ज्ञानं पदम् अर्थं बोध्यबोधकभावनियन्त्रीं भगवदिच्छां शक्तिरूपां च अवगाहते इति लिखितम्। तर्हि इदं ज्ञानं, ज्ञानम् इति बोधः इति पूर्वस्मिन् पुटे यद् लिखितमस्ति तदेव अत्र ज्ञानम् इत्यनेन परामृष्टः अस्ति। घटपदम् एव पदं, घटः इति अर्थः एव अर्थं, तयोः मध्ये बोध्यबोधकभावः तदपि गृह्यते। किन्तु तत्र नियन्त्रीं भगवदिच्छाम् अपि गृह्यते, तदेव अधिकम् अधिकः विषयः अस्ति। शक्तिः शक्तिग्रहः अनयोः मध्ये कः भेदः इति चेत् शक्तौ पञ्चपदार्थाः अवगाहते, शक्त्या पञ्चपदार्थाः अवगाहते। शक्तिग्रहः इत्यत्र इतोपि एकमस्ति, किम् इति चेत् भगवदिच्छा अपि अवगाहते। बुध्यते खलु? अस्यैव ज्ञानस्य शब्दकण्ठे शक्तिग्रहः इति संज्ञा, तदेव अत्र लिखितमस्ति। भगवदिच्छां शक्तिरूपां च अवगाहते, अधिकं तदपि अवगाहते। तर्हि अत्र पश्यन्तु, चित्रं 197 इत्यत्र ईश्वर इच्छा, ईश्वर इच्छायाः चित्रमस्ति। 198 इत्यत्र शक्तिग्रहः, अस्माकं शब्दबोधः, शब्दः इति ज्ञानं यदस्ति तस्य चित्रं, तत्र शक्तिग्रहः इति अपि योजितम्। अन्यत् सर्वं समानमस्ति, तत्रापि घटत्वमस्ति, घटपदे प्रकारता अस्ति, तत्र विशेष्यता अपि अस्ति इति, एतत् सर्वं सामान्यम् उभयोः। किन्तु शक्तिः शक्तिग्रहः इत्यत्र शक्तिग्रहे किम् अधिकमस्ति इति चेत् अत्र ईश्वर इच्छा अपि अस्ति, तस्यापि ग्रहणं भवति चेत् तस्य एव नाम अस्ति शक्तिग्रहः इति। उद्यते खलु महोदय? न महोदय, न बुद्धं। शक्तिग्रहे ईश्वर इच्छा। अस्तु, अहं प्रश्नं पृच्छामि, भवान् वदतु, शक्तिः नाम किं, नाम का? ईश्वर इच्छा एव शक्तिः। उत्तमम्, ईश्वर इच्छा एव शक्तिः। इच्छा सविषयकपदार्थः खलु? आम्। इत्युक्ते मयि इच्छा अस्ति इति यदि अहं वदामि, कस्मिन् विषये इति भवान् पृच्छति खलु? एवं शक्तिः इत्युक्ते ईश्वर इच्छा इति चेत् इच्छायाः विषयाः के? तत्र पदम् इति अस्ति, घटपदम् इति यत् अस्ति तस्य जन्यत्वं खलु, पञ्चविषयाः ईश्वर इच्छायाः विषयाः पञ्च। अस्तु, तर्हि इदानीं शक्तिग्रहः इत्युक्ते किम्? तदेव न उक्तं, शक्तिग्रहः इत्युक्ते अस्तु, शक्तिग्रहः इति समस्तपदं, विग्रहवाक्यम् ऊहां करोतु। शक्तेः ग्रहः, शक्तिग्रहः, षष्टितत्त्वम्। उत्तमं, शक्तेः ग्रहः खलु, ग्रहः इति भावार्थे, शक्तेः ग्रहणं, शक्तिग्रहणम् एव शक्तिग्रहः इति उच्यते। तावद्बुद्धं खलु? शक्तेः ग्रहः, शक्तेः ग्रहणमेव शक्तिग्रहः, शक्तिग्रहणम् इति पदेन उच्यते। तर्हि इदानीं शक्तिः अपि च शक्तिग्रहः अनयोः मध्ये भेदः कः? शक्तिः इति ईश्वर इच्छा अस्ति, शक्तिग्रह शक्तिग्रहः अत्र शक्तिग्रह ग्रहे अपि ईश्वर इच्छा अपि अस्ति, ईश्वर इच्छा अस्ति, ईश्वर इच्छा ईश्वर इच्छा अस्ति चेत् शक्तिग्रहः इस् नाट् ईक्वल् टु शक्ति खलु? हा, इट् हेज् ईश्वर इच्छा एण्ड् इट् इस् the one that has ishvara icha is shakti graha, is that correct? Mr. Modi gave uktavan, aham chintyami atra ye vishayaha shakti shakti krute santi te api atra antarbhutaha api cha shakti graha itite shaktehe grahanam iti vayam aduna gnatamantah tarhi शक्तेः ग्रहणं यदा भवति तत्र अधिकम् एकं विषयः आगच्छति, सः सा अस्ति शक्ति इति एव। अतः शक्तिग्रहः इत्यस्मिन् पञ्चविषयाः ये पूर्वे आसीत् ते अपि सन्ति, अपि च शक्तिः इति अन्यत् एकम् अधिकं विषयः आगच्छति, तदा एव शक्तिग्रहः इति वयं वक्तुं शक्नुमः इति। सत्यं, तर्हि शक्तेः पञ्चविषयाः सन्ति, शक्तिः नाम इच्छा, इच्छायाः पञ्चविषयाः सन्ति। यदि शक्तेः ग्रहणं भवति तदेव शक्तिग्रहः, इत्युक्ते शक्तेः ग्रहणं जातम् इति कदा वक्तुं शक्नुमः? यदा घटपदे जन्यत्वम् अवगच्छामः, तेन जन्यत्वेन बोधः अवगच्छामः, तत्र बोधे यः विषयः अस्ति तस्मिन् विषयत्वम् अवगच्छामः इति एतत् सर्वं तस्मादुपरि, इत्युक्ते आहत्य शक्तेः ग्रहणं यदा कुर्मः तदा एव शक्तिग्रहः जातः इति वदामः। तर्हि शक्तिग्रहः इति संज्ञा, इच्छा ईश्वरे वर्तते, किन्तु शक्तिग्रहः इदानीं कस्मिन् जातुम् अर्हति? आत्मनि, जीवात्मनि न तु परमात्मनि। शक्तिग्रहः केन कर्तुं शक्यते इति चेत् जीवात्मना एव कर्तुं शक्यते खलु? तदेव, तर्हि तदेव अस्यैव ज्ञानस्य शब्दकण्ठे शक्तिग्रहः इति संज्ञा, शक्तिग्रहः इति काचन पारिभाषिकशब्दः अस्ति। अस्तु, अग्रे गच्छामि, इतोपि किञ्चित् बोधः जायते, स्पष्टता जायते एव, अग्रे पठामश्चेत्। अस्तु, स्वयंमहोदय पठति किम्? अहं बहिः अस्मि, पुस्तकं नास्ति। अस्तु अस्तु, तर्हि शृणोतु, चिन्ता मास्तु। हा, सत्यभामा भगिनी, महोदय, चित्रस्य अधोभागे खलु? आमां, ज्ञानानां हि तत्र तत्तत् प्रकरणे विभिन्नपदैः व्यवहारः दृश्यते, अनुमितिजनकनिश्चयस्य परामर्शः इत्येव व्यवहारः। वाक्यात् जायमानं निश्चयात्मकमपि ज्ञानं शब्दनिश्चयः इत्यनुक्त्वा शब्दबोधः इति शाब्दबोधः इति सामान्यपदेन व्यवह्रियते. इदमपि पदपदार्थभगवदिच्छा विषयकं ज्ञानं शक्तिग्रहः इत्येव प्रसिद्धम्. तत्रापि तादृश इच्छाविशेष्यतावती घटे तादृशविशेष्यतयाः अवगाहमानत्वे अयं शक्तिग्रहः भवति प्रमात्मकः. ज्ञानानां हि तत् तत् प्रकरणे विभिन्नपदैः व्यवहारः दृश्यते. एतत् पूर्वं वयं पठितवन्तः अनुमितिप्रकरणे प्रमात्मकज्ञानस्य अनुमिति अस्ति चेत् परामर्शः अनुमिति इति यदा परामर्शः उत्पद्यते ततः अनुमिति इति अस्य नामः इति उक्तमस्ति वा विभिन्नपदैः व्यवहारः दृश्यते इति. अत्र ज्ञानस्य भिन्नभिन्नज्ञानानि जायन्ते खलु प्रत्यक्षप्रकरणे जायमानज्ञानस्य का नाम अस्ति प्रत्यक्ष. अनुमानप्रकरणे अनुमितिः जातव्यम् अनुमानप्रकरणे ज्ञानानां नाम कानि अनुमिति परामर्शः इति केवलं द्वयमेव वा अत्र आं महोदय अनुमिति परामर्शः परामर्शः केन ज्ञानेन जायते पक्षधर्मता अनन्तरं व्याप्तिः पक्षधर्मता साधिं हेतुः आम् महोदय पुस्तकं इदानीम् एतत् सर्वं भवत्याः मनसि भवेत् व्याप्तिज्ञानं स्मरणानि अपेक्षितानि खलु व्याप्तिज्ञानमपि अपेक्षितं पक्षधर्मताज्ञानं व्याप्तिज्ञानं उभाभ्यां ज्ञानाभ्यां परामर्शः इति ज्ञानं जायते परामर्शेन अनुमितिः जायते इति एतत् सर्वं पुनः पुनः बहुवारम् अस्माभिः अधीतम् तदेव अत्र उक्तं ज्ञानानां हि तत्तत् प्रकरणे प्रत्यक्षप्रमाणने प्रत्यक्षप्रकरणे ज्ञानस्य नाम अस्ति प्रत्यक्षज्ञानम्. अनुमितिप्रकरणे अनुमानप्रकरणे चत्वारि ज्ञानानि सन्ति पक्षधर्मताज्ञानमिति एकं ज्ञानं व्याप्तिज्ञानमिति द्वितीयं ज्ञानं उभाभ्यां तत्र परामर्शः इति तृतीयं ज्ञानं तेन अनुमितिः इति ज्ञानमित्युक्ते किं निश्चयं खलु सर्वत्र निश्चयात्मकमस्ति ज्ञाने निश्चयात्मकं भवेत् इति अपि अस्माभिः अधीतम् अस्तु परामर्शः इत्येव व्यवहारः यथा तथा वाक्यात् जायमानं निश्चयात्मकमपि ज्ञानं शाब्दनिश्चयः इति अनुक्त्वा शाब्दबोधः इति सामान्यपदेन व्यवह्रियते. तदा इदानीं शाब्दखण्डः अस्ति अतः वाक्यात् जायमानं यत् निश्चयज्ञानमस्ति तस्य नाम शाब्दबोधः इति उक्तं न तु शाब्दनिश्चयः इति. यद्यपि शाब्दबोधे शाब्दबोधः निश्चयात्मकं भवेत् तथापि शाब्दनिश्चयः इति अनुक्त्वा शाब्दबोधः इति उच्यते. तर्हि यदि अहं वाक्यं वदामि अवगच्छति किम् इति अहं पृच्छामि शाब्दबोधः जातः इति चेत् तत्र सन्देहः वर्तते वा नो चेत् निश्चयात्मकं ज्ञानं प्राप्तं वा इति एव मम प्रश्नः. तर्हि शाब्दबोधः जातः इति वदति इति भवती वदति चेत् आम् तर्हि निश्चयात्मकज्ञानं सन्देहः नास्ति इति मया अवगन्तुं शक्यते. अस्तु अग्रे इदमपि पद पदा शाब्दबोधः उत्तमं हा शाब्दबोधमपि पद पदार्थ भगवदिच्छा विषयकं ज्ञानं शक्तिग्रहः इत्येव प्रसिद्धम् इदं शाब्दबोधः अपि शक्तिग्रहः तत् किं ज्ञानं ग्रहणं ज्ञानस्य पञ्चविषयाः उक्ताः खलु पद पदार्थ भगवदिच्छा अत्र भगवदिच्छा अपि स्वीकरणीयं शक्तेः पञ्चविषयाः अपि च भगवदिच्छा तर्हि शाब्दबोधः शक्तिग्रहः अनयोः मध्ये भेदः अस्ति किम् नास्ति शाब्दबोधः एव शक्तिग्रहः शाब्दबोधः एव शक्तिग्रहः किन्तु वाक्यं श्रुत्वा शाब्दबोधः इति पदं प्रयोगं कुर्मः किन्तु तस्मादुपरि यदि पदपदार्थ भगवदिच्छा विषयकं तत्र जन्यत्वं बोधः विषयत्वम् इति एतत् सर्वम् अवगच्छामश्चेत् तदा चिन्तयामश्चेत् शक्तिग्रहः इति पारिभाषिकशब्दः किन्तु शाब्दबोधः शक्तिग्रहः अनयोः मध्ये भेदः नास्ति अस्तु अग्रे तत्रापि तादृश इच्छाविशेषतावति घटे तादृशविशेषतायाः अवगाहमानत्वे अयं शक्तिग्रहः भवति प्रमात्मकः तत्रापि तादृशविशेषतावधि घटे यदि घटपदं श्रुत्वा तदेव तादृशविशेषतायाः अवगाहमानत्वे तस्मिन् घटम् एव अवगाहते चेत् तत्र भवति शक्तिग्रहः प्रमात्मकम् इति तादृशज्ञानं प्रमात्मकः लक्षणं किम् यथार्थज्ञानं तद्वति तत्प्रकारको अयम् तद्वति तत्प्रकारकज्ञानं तद्वति तत् खलु आम् तदेव अत्र पश्यतु तादृशमपि लिखितं तादृश इच्छाविशेष्यवती तद्वती तत्प्रकारकज्ञानं घटे तादृशविशेष्यतायाः अवगाहनमानत्वे तर्हि ईश्वर इच्छायां या मुख्यविशेष्यः अस्ति घट इति पदे घट इति पदे मुख्यप्रकारता अस्ति ईश्वर इच्छायाः मुख्यविशेष्यः कः घटः इति पदार्थः तर्हि घटपदं श्रुत्वा तत्र घटम् अवगच्छामश्चेत् तादृशविशेष्यतावती घटे तादृशविशेष्यतायाः अवगाहमानत्वे अयं शक्तिग्रहः भवति प्रमात्मकः इति घटं घटम् इति पदं श्रुत्वा घटम् इति पदार्थम् अवगच्छामश्चेत् तदा एतद् ज्ञानं प्रमात्मकं भवति यदा प्रमात्मकं भवति तदा शाब्दबोधः जातः शक्तिग्रहः जातः इति वक्तुं शक्नुमः यदि घटं श्रुत्वा पटम् आनयामश्चेत् तत्र यद्यपि घट इति पदे ईश्वर इच्छानुसारं घटे एव मुख्यविशेष्यः अस्ति किन्तु सः मुख्यविशेष्यः अस्माभिः न अवगाहते इति कृत्वा तत् प्रमात्मकं न भवति किन्तु भ्रमात्मकमेव भवति अस्तु अग्रे पठतु भगिनि इत्युक्ते शक्तिग्रहः अपि अपि च शाब्दबोधः इति पर्यायवाचिशब्दः अस्ति वा सत्यम् आम् ज्ञान शाब्दबोधः इत्येव पारिभाषिकशब्दः अस्ति वा शक्तिग्रहः इति पारिभाषिकशब्दः उभयमपि पारिभाषिक शब्दौ तर्हि शब्दबोधः इति कुत्र प्रयोगं कुर्मः शक्तिग्रहः इति कुत्र प्रयोगं कुर्मः इति चेत् वाक्यं श्रुत्वा भवान् अवगच्छति किम् इति यदि अहं पृच्छामि तत्र शब्दबोधः जातः किम् इति प्रयोगः भवति किन्तु तत्र वाक्यं किं पदसमूहः पद इत्युक्ते किं तत्र शक्तिविशिष्टं पदमस्ति खलु ईश्वर इच्छा यदस्ति इत्युक्ते तत्र पदं पदे जन्यत्वं जन्यत्वेन जायते यः बोधः बोधस्य विषयः तस्मिन् विषयत्वम् इति एतत् सर्वं मया अवगतम् इति यदि भवान् वदति तदा इदानीं भवतः शक्तिग्रह भवति शक्तिग्रहः जातः किन्तु इति व्यवहारः किन्तु पर्यायपदौ एव तौ पर्यायपदे एव तौ इदमेव महोदय हा पठतु भगिनि घटपदत्वावच्छिन्न इत्यादि विषयत्वत्वावच्छिन्न प्रकारतानिरूपक ईश्वर इच्छा विशेषता न पठे एतदेव इदानीं दृष्टं तद् भ्रमाज्ञानं नास्ति अतः तद् पठे न आगच्छति घटे एव आगच्छति तथापि ईश्वर एकनिमिषं भगिनि तर्हि ईश्वर इच्छायाः मुख्यविशेष्यः अस्ति घटः किन्तु सा विशेष्यता ईश्वर इच्छायाः मुख्यविशेष्यता या घटे वर्तते सा विशेष्यता घटे एव अस्माभिः अवगाहते चेत् तदा शब्दबोधः जाब्दबोधः जातः शक्तिग्रहः जातः इति वक्तुं शक्यते घट इति पदेन घटे इति पदार्थे एव विशेष्यता अस्ति ईश्वरेच्छानुसारं तत्रैव अस्ति किन्तु सा इच्छा यस्मिन् घटे वर्तते घटम् इति पदं श्रुत्वा तत्रैव अवगच्छामश्चेत् तदा ज्ञानं प्रमात्मकं भवति तदा शब्दबोधः जातः शक्तिग्रहः जातः इति वक्तुं शक्नुमः इति उक्तम् अस्तु अस्तु अग्रे पठामि तथा तथापि केनचित् प्रतारकेण इत्थम् अभिहितं वञ्चकेन इत्थम् अभिहितं घटपदात् पठो बोधव्यः इति तत् वाक्यं कश्चित् प्रमाणं मन्यते चेत् पठे अविद्यमानापि विशेषता तदीयशक्तिग्रहणे शक्तिग्रहे विषयः इति अयं शक्तिग्रहः अयथार्थो भवति अस्य एव शक्तिभ्रमः इत्यपि व्यवहारः तत्र दृश्यते पूर्वोक्तः शक्तिग्रहः चित्रेणापि स्पष्टः भवति इदानीं किम् उक्तम् अत्र इति चेत् शक्तिभ्रमः कदा जायते इति केनचित् वञ्चकेन घटपदात् पटः बोधव्यः इति तद् केन प्रमाणेन इति न उक्तं केनापि प्रमाणेन घटे पटं केनापि प्रमाणेन वञ्चकः किं प्रमाणम् उपयुज्य वदति शाब्दं तर्हि शाब्देन एव खलु शाब्देन अविद्यमा घटे पटः नास्ति चेदपि तस्मिन् पटत्वं बोधयति अतः इदानीं समीचीनतया वदतु इतोपि स्पष्टतया वक्तव्यं घटे पटः नास्ति चेदिति न वक्तव्यं घटे पटः इति व्यवहारः समीचीनः अस्ति घटपदात् पटो इति घटपदे इति वक्तव्यं घटपदे इति न वक्तव्यं घटपदात् इति हा इत्युक्ते कोऽपि पृच्छति वञ्चकं पृच्छति घटः नाम किम् इति पृच्छति तर्हि सः किं करोति पटं प्रदर्श्य एषः एव घटः इति वदति तर्हि इदानीं किं जातं पटे घटपदस्य विशेष्यता अवगृहीता खलु. तर्हि इदानीं तं प्रति घटमानय इति यदि वयं वदामः तदा सः पटमेव आनयति. किमर्थमित्युक्ते पटस्य पटपदार्थस्य नाम पदं किम् इति चेत् घटः इति तेन भ्रमत्वेन अवगतम्. सः तादृशविशेषता पट घटे प्रदर्शितमिति कृत्वा. हा वस्तुतः घटपदस्य विशेषता कुत्र अस्ति? ईश्वर इच्छानुसारं घटे एव अस्ति. घटे घटपदार्थे एव अस्ति. घटपदार्थे. किन्तु इदानीं मञ्चकेन तत्र पटे पटपदार्थे घटपदं घटपदस्य विशेष्यता पटपदार्थे अस्ति तदेव अवगन्तव्यम् इति वञ्चकेन उक्तम्. तर्हि तादृशशक्तिग्रहः यस्मिन् अस्ति तत्र शक्तिग्रहः इति वक्तव्यं वा न? किं वक्तव्यं तत्र? तत्र शक्ति अयथार्थः अधः तदेव शक्तिभ्रमः इति व्यवहारः. ईश्वर इच्छा या शक्तिः अस्ति तस्य ग्रहणं तेन न कृतम्. ईश्वर इच्छा अनुसारं घटपदेन घटः एव घटे एव विशेष्यता घटः एव मुख्यविशेष्यः अस्ति. किन्तु इदानीं घटपदेन सः पटः तेन पटः अवगतः इति कृत्वा इदानीम् अत्र शक्तिग्रहः जातः वा इति चेत् न, शक्तिभ्रमः एव जातः. अस्तु अग्रे पठतु भगिनि. इत्थं शक्तिग्रहे निरूपिते पदजन्यबोधः सुनिरूपिते भवति तत्प्रकारः सुनिरूपितः भवति तत्प्रकारश्च अनुमानखण्डे पृष्ठसङ्ख्या द्व्यधिकद्विशततमपुटे अस्ति. दर्शितो अपि वैशद्याय पुनरपि निरूप्यते. इत्थं शक्तिग्रहे निरूपिते पदजन्यबोध इदानीं पदजन्यबोधत्वं शक्तिग्रहे निरूपितमस्ति तत्प्रकारश्च अनुमितिखण्डे तत्र अत्र किं दत्तमस्ति? निगमनवाक्यम् आसीत् खलु. निगमनवाक्ये तस्मात् ततः अयम् इति निगमनवाक्यं. तत्र तस्मात् इत्यत्र तत् इत्यस्य अर्थः कः? तत्र पञ्चमी विभक्तेः अर्थः कः इति एतत् सर्वं तत्र चिन्तितमस्ति. तदा अत्रापि चिन्तनीयम् इति वा? यद्यपि तत्र चिन्तितमस्ति तथापि बुद्धिवैषद्याय पुनरपि अत्र निरूप्यते. इतोपि किञ्चित् अत्र अवगन्तव्यं गभीरचिन्तनम्. इदानीमेव शाब्दबोधः अस्ति खलु. तत्र परार्थ अनुमाने पञ्चवाक्यानि भवन्ति खलु. स्वार्थ अनुमाने चत्वारि ज्ञानानि भवन्ति. परार्थ अनुमाने पञ्चवाक्यानि वक्तव्यानि सन्ति. वाक्यं श्रुत्वा इदानीं श्रोतरि किं ज्ञानं जायते? प्रमाज्ञानं जायते. किं ज्ञानम् अत्र? प्रत्यक्षज्ञानं जायते वा, अनुमानज्ञानं जायते वा, उपमानज्ञानं जायते वा, शाब्दबोधं जायते वा? शाब्दबोधम् इदानीं नास्ति. परार्थ अनुमाने परार्थ अनुमाने अनुमि अत्र किञ्चित् शृणोतु. अत्र अत्र किञ्चित् वक्तव्यमस्ति. इत्युक्ते परार्थ अनुमानं यदा कुर्मः, स्वार्थ अनुमानं परार्थ अनुमानम् इति अनुमानद्वयम् अस्माभिः अधीतम्. स्वार्थ अनुमाने अहं पर्वतं पश्यामि, तत्र धूममपि पश्यामि तर्हि पक्षधर्मता मयि मया ज्ञाता। तदनन्तरं तत्र पक्षधर्मतां दृष्ट्वा संस्कारस्य उद्बोधः जायते, व्याप्तिग्रहणं, महानसे यद् मया दृष्टं धूमः अपि च वह्निः तत्र व्याप्तिः अस्ति, वह्निः इति व्यापकः, धूमः इति व्याप्यः इति महानसे प्रत्यक्षेन दृष्ट्वा तत्र व्याप्तिग्रहणं जातं। तद् व्याप्तिज्ञानस्य संस्कारः अस्ति, तस्य संस्कारस्य उद्बोधः जायते, तदा व्याप्तिज्ञानमपि उद्बुद्धं जातम्। तर्हि इदानीं पक्षधर्मता प्रत्यक्षेन ज्ञाता, व्याप्तिज्ञानमपि मम मनसि इदानीं मम आत्मनि उद्भूतमस्ति, उभाभ्यां ज्ञानाभ्याम् अत्र परामर्शः जायते इति नूतनज्ञानं तस्मिन्नेव क्षणे जायते। परामर्शेन अन्वितिः जायते स्वार्थानुमाने, किन्तु परार्थानुमाने अहम् अन्यं प्रति पञ्चवाक्यानि वदामि, वाक्यानामपि नाम अस्माभिः अधीतं, प्रतिज्ञा इति पर्वतः वह्निमान् इति प्रतिज्ञा, वाक्यमेव पर्वतः वह्निमान् इति अन्यं प्रति अहं वदामि। किं वदामि? पर्वतः वह्निमान्। तर्हि पर्वतः वह्निमान् इति वाक्यं श्रुत्वा तस्मिन् किं ज्ञानं जायते इति चेत् शाब्दबोधः एव जायते, शक्तिग्रहः एव जायते, पर्वतः वह्निमान्। तदनन्तरं हेतुः, हेतुवाक्यमहं वदामि धूमात्। तदनन्तरम् उदाहरणवाक्यम् अहं वदामि यथा महानसम्। तदनन्तरं यथा महानसं, तदनन्तरं तथा च अयम्, तथा च अयम् इति किं वाक्यम्? उपनयवाक्यं खलु, उपनयवाक्यं तथा च अयम् इति उपनयवाक्यं, चतुर्थवाक्यं। तर्हि पर्वतः वह्निमान् इति वाक्यं श्रुत्वा शाब्दबोधः जायते। तदनन्तरं धूमात् इति हेतुवाक्यं श्रुत्वा शाब्दबोधः जायते श्रोतरि। तदनन्तरं यथा महानसम् इति उक्त्वा यत्र यत्र धूमः तत्र तत्र वह्निः, यथा महानसम् इति यदि व्याप्तिवाक्यम् अहं वदामि तदापि तद्वाक्यं श्रुत्वा शाब्दबोधः एव जायते श्रोतरि। इदानीं चतुर्थवाक्यम्, उपनयवाक्यं तथा च अयं पर्वतः, यथा महानसम् आसीत् तथा अयं पर्वतः अपि अस्ति इति वाक्यं श्रुत्वा, तथा च अयम् इति वाक्यं श्रुत्वा पुनः शाब्दबोधः एव जायते। तदनन्तरं तस्मात् तथा इति निगमनवाक्यं, तर्हि निगमनवाक्यं श्रुत्वा इदानीं कः बोधः जायते इति चेत् शाब्दबोधः जायते इति न वक्तव्यम्, अनुमितिः जायते। तावत्पर्यन्तं शाब्दबोधः एव जायते, तावत्पर्यन्तम् इत्युक्ते पर्वतः वह्निमान् इति प्रतिज्ञावाक्यं श्रुत्वा शाब्दबोधः, तदनन्तरं धूमात् इति वेकिवात् हेतुवाक्यं श्रुत्वा शाब्दबोधः, यत्र यत्र धूमः तत्र तत्र वह्निः, यथा महानसम् इति उदाहरणवाक्यं श्रुत्वा शाब्दबोधः। तदनन्तरम् अत्र किम् उपनयवाक्यं, तदपि एतत् सर्वम् अस्माभिः चिन्तितम्, अत्र स्प्रेड्शीट् अपि मया स्थापितम् इति इदानीं मम मनसि स्मरणमागतम्। इत्युक्ते अस्ति एव स्प्रेड्शीट् मध्ये, आमाम् अस्ति, तत्र श्रोतरी किं वाक्यं श्रुत्वा किं ज्ञानं जायते इति। तर्हि यदा अत्र पर्वतः वह्निमान् इति तत्र शब्दबोधः एव, धूमात् इत्यनेन धूमात् इति वाक्यं श्रुत्वा शब्दबोधः जायते, किन्तु तस्मादुपरि पक्षधर्मताज्ञानमपि जायते, धूमात् इति उक्तत्वात् पक्षधर्मता अपि जायते। तदनन्तरं यत्र यत्र धूमः तत्र तत्र वह्निः, यथा महानसम् इति वाक्यं श्रुत्वा शाब्दबोधः अपि जायते, तस्मादुपरि तत्र अनुमानस्य सामग्री या अस्ति व्याप्तिः, तज्ज्ञानमपि जायते। तस्मात् तथा च अयम् इति वाक्यं श्रुत्वा तदा तत्र परामर्शः जायते, तस्मात् तथा इति उप निगमनवाक्यं श्रुत्वा शाब्दबोधः अपि जायते, किन्तु तस्मात् पूर्वम् इति इदानीं तत्र अनुमानस्य सामग्र्यः जाताः इति कृत्वा तस्मिन् आत्मनि इदानीम् अनुमितिः अपि जायते, तर्हि वाक्यं श्रुत्वा शाब्दबोधः अपि जायते, तर्हि किञ्चित् दोषेन मया उक्तं, पञ्चमवाक्यं श्रुत्वा निगमनवाक्यं श्रुत्वा अनुमितिः जायते इति न, तत्रापि शाब्दबोधः जायते, किन्तु तस्माद् उपरि इदानीं तस्मिन् तत्र ये सामग्र्यः आवश्यकाः सन्ति, पक्षधर्मताज्ञानं व्याप्तिज्ञानम् उभाभ्यां परामर्शज्ञानमपि अस्ति इति कृत्वा परामर्शज्ञानं यदा जायते तदा अनुमितिः अपि जायते, तर्हि तस्मात् तथा अयम् इति वाक्यं श्रुत्वा अनुमितिः जायते वा इति चेत् न, सः श्रोता कुत्र अस्ति इदानीं, पर्वतः पुरतः नास्ति, अन्यस्मिन् देशे अस्ति सः, पर्वतं सः न पश्यति, पर्वतः वह्निमान् इति वाक्यं श्रुत्वा पर्वते वह्निः अस्ति इति सः जानाति, किन्तु इदानीं पर्वते वह्निः अस्ति इति यत् सः जानाति तत्र अनुमितिज्ञानं वा इति चेत् न, तत्र शाब्दबोधः एव, शाब्दबोधः एव, किन्तु शाब्दबोधं तत्र पर्वतिः वह्निमान् इति प्रतिज्ञावाक्यं श्रुत्वा यः शाब्दबोधः जायते तदनन्तरं हे धूमात् यत्र यत्र वह्निः तत्र तत्र यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसं, तदनन्तरं तथा च अयं तस्मात् तथा इति एतानि सर्वाणि वाक्यानि श्रुत्वा तत्र शाब्दबोधः अपि जायते, किन्तु तस्माद् उपरि इतोपि एकं ज्ञानं जायते, एकम् इति नास्ति तत्र पक्षधर्मताज्ञानं, चत्वारि ज्ञानानि जायन्ते, तैः ज्ञानैः स्वार्थ अनुमानं सः करोति, तर्हि अनुमितिः किं, पर्वतः वह्निमान्, तदेव आकारः प्रथमप्रतिज्ञावाक्यस्य यः आकारः अस्ति तदेव आकारः अस्ति अनुमानज्ञानस्यापि, अतः एव अत्र अस्माभिः चिन्तितं ग्रन्थकारेणापि उक्तं यदि तस्मिन् विश्वासः अस्ति एषः आप्तः यदि सः वदति तत् समीचीनमेव वदति यथार्थवक्ता सः इति श्रद्धा अस्ति चेत् प्रथमवाक्यं श्रुत्वा अन्यदपि वाक्यं किमपि न वक्तव्यं, किमर्थम् इत्युक्ते ज्ञानं किं शाब्दबोधे किं किं जातं पर्वतः वह्निमान् तदनन्तरं चत्वारि वाक्यानि श्रुत्वा तत्र सामग्र्याः प्राप्त्वा तदनन्तरम् अनुमितिः यद् आत्मनि जायते श्रोतुः आत्मनि जायते तस्य आकारः अपि पर्वतः वह्निमान् इति एव, यस्य श्रद्धा अस्ति सः किं करोति, भवतु मया बुद्धम् इतोपि किमपि किमपि न वक्तव्यम् इति अस्ति, किन्तु यस्मिन् तत्र श्रद्धा नास्ति कथं वदति भवान् पर्वतः वह्निमान् इति पृच्छति चेत् तदा एव वक्त्रा अन्यानि वाक्यानि वक्तव्यानि, धूमात् धूमः अस्ति चेत् कथं वह्निः अस्ति इति ज्ञातुं शक्नुमः इति पुनः पृच्छति, यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् इति वक्ता वदति, तर्हि तदपि श्रुत्वा भवतु महानसे तादृशमस्ति किन्तु पर्वते तादृशमस्ति इति कथमहं जानामि इति चेत् तथा च अयम् इति उपनयवाक्यं, यथा महानसम् आसीत् तथा एव पर्वतः अपि अस्ति भवतु, तर्हि पर्वतः यथा महानसं तथा अस्ति तेन किं, तस्मात् तथा इति निरूपणं करोति, शब्देन निरूपणं करोति, किमर्थम् अत्र सोपानेन एतत् सर्वमहं वदामि इति चेत् वेदान्ते अपि अस्य प्रयोगः भवति, उत्तम अधिकारी मध्यम अधिकारी इति अधिकारिणां मध्ये भेदः अस्ति, कः उत्तम अधिकारी इति चेत् यदि गुरुणा तत्त्वमसि पर्वतः वन्यमान् इति यथा तत्त्वमसि इति गुरुणा उक्तं तावदेव उक्तं तस्मादुपरि तत्र तत्पदस्य विचारः तत् तत् इत्युक्ते किं त्वम् इत्युक्ते किं तत्र वाच्यार्थः कः लक्षणार्थः लक्ष्यार्थः कः कथं वा तयोः मध्ये सामानाधिकरणं सम्पादनीयम् इति एतत् सर्वं गुरुणा न उक्तम् केवलं तत्त्वमसि इति एव उक्तं तत् श्रुत्वा अहं ब्रह्मास्मि इति कोऽपि वदति चेत् सः एव उत्तम अधिकारी सः एव उत्तम अधिकारी इति वेदान्तिनां मतं तदेव समीचीनमपि इत्युक्ते तस्मिन् विवेकं वैराग्यम् इत्यादिकम् अस्ति पूर्वमेव इति कृत्वा यदि सः वदति तत्त्वमसि इति तदा अहं ब्रह्मास्मि इति उक्त्वा सः अपगच्छति इति उत्तम अधिकारिणः विशेषः अस्ति किन्तु अधम अधिकारी किं करोति मध्यमाधिकारी तस्मात् तत् कथं कथं वा अहं ब्रह्म भवितुम् अर्हामि ब्रह्म इत्युक्ते किं जगतः कारणमस्ति अहं तु कार्यमस्ति इदानीमेव मया जातं निश्चयेन कस्मिंश्चित् दिने अहं मरिष्यामि तर्हि कथम् अहम् अपि च अहं परिच्छिन्नः अस्मि देशतः कालतः वस्तुतः अहं परिच्छिन्नः अस्मि इति कृत्वा कथम् अहं ब्रह्म भवितुम् अर्हामि इति पृच्छति चेत् तदा इदानीम् अन्यानि वाक्यानि वक्तव्यानि भवन्ति गुरुणा इति भेदः एवमेव अस्तु मेहुल् महोदय भवान् वदतु उपमानम् उपमाने किं जातम् उपमाने किञ्चित् उच्चैः वदति वा न श्रूयते अस्तु क्रमः इति वा न उपमानम् उपमिति ज्ञानम् अस्तु भवान् चात्र स्वशब्दैः वदतु उपमानं कथं जायते इति उपमिति ज्ञानं कथं जायते इति अत्र हा कोऽपि वदति अत्र प्रथमतया कुत्रचित् गोसदृशः गवयः किमपि वदति गोसदृशः गवयः इति तत् श्रुत्वा तेन मनसि संस्कारः जायते अपि च मनसि तिष्ठ आत्मनि तिष्ठति एव अनन्तरं सः व्यक्ति अन्यत् कुत्रापि गत्वा अन्यत् प्राणीं पश्यति चेत् कस्मिंश्चित् पिण्डे इत्युक्ते प्राणिना तत्र अवयवाः गोसदृश अवयवाः पश्यति तत्र उदाहरणं वयं दृष्टं विषाण लाङ्गुलादि धर्मान् पश्यति तदा गोसदृशज्ञानं भवति तस्मिन् गोसदृशज्ञानं प्रत्यक्षज्ञानं भवति तेन ज्ञानेन यत् पूर्वे सः श्रुतं तत् पुनरपि तस्य स्मरणं भवति इत्युक्ते अत्र गोसदृशः गवयः इति सः स्मरति अतः तत्र प्रथमतया प्रत्यक्षज्ञानं भवति गोसदृशज्ञानं अपि च अतिदेशवाक्यार्थस्मरणमेव अपि भवति तयोः मिलित्वा एव अत्र अनु उपमितिः जायते इति मन्ये भवतु तर्हि उपमितिक्रमः भवता उक्तः समीचीनं किन्तु अन्ततो गत्वा उपमितिः नाम का अस्तु उपमितिः इति वयं दृष्टवन्तः तत्र संज्ञासंज्ञी इत्यनयोः मध्ये सम्बन्धः सम्बद्धज्ञानमस्ति तदेव उपमितिः इति वस्तुतः उपमितिः अपि शक्तिग्रहः एव खलु आमामां शक्तिग्रहः एव हा पश्यतु उपमितिः अपि शक्तिग्रहः एव गवय इति पदस्य गवय इति व्यक्त्या सह यः सम्बन्धः अस्ति तस्यैव ग्रहणं खलु सत्यम् इत्युक्ते शाब्दबोधः यदा जायते तदेव शक्तिग्रहः शाब्दबोधः इव शाब्दबोधः इव उपमितिः अपि शाब्दबोधः इव एव अस्ति किन्तु किमर्थं तत्र भिन्ननाम दत्तं किमर्थं उपमितिः अपि शाब्दबोधे नान्तर्भूतम्? किम् अहं चिन्तयामि तत्र न केवलम् अत्र प्रत्यक्षज्ञानम् उपमितेः कारणं, परन्तु अतिदेशवाक्यार्थस्मरणमपि तस्य कारणं तत्र कारणं भवे अस्ति. अतः एव किञ्चित् भिन्नः अस्ति उपमितिः इति. न, तत्र वस्तुतः प्रत्यक्षज्ञानमपि आवश्यकं खलु, सादृश्यज्ञानं, तदेव वैशिष्ट्यं तत्र. सादृश्यज्ञानं यावत्पर्यन्तम् इत्युक्ते इदानीं शब्दखण्डे शब्दखण्डे शक्तिग्रहः यद् जायते तदेव शाब्दबोधः इति कथ्यते. तत्र सादृश्यज्ञानमपि किमपि नास्ति खलु? नास्ति. घट अपि च घटपदार्थयोः अनयोः मध्ये यः शक्तिः अस्ति तस्य एव ग्रहणं शक्तिग्रहः, तदेव शाब्दबोधः. एवम् उपमाने अपि उपमितिखण्डे अपि गवय इति पदं, गवय इति पदार्थः, अनयोः मध्ये यः शक्तिः अस्ति तस्य ग्रहणमेव तत्रापि. किन्तु तद्ग्रहणं केन जातम् इति चेत् सादृश्यज्ञानेन जातम्. सादृश्यज्ञानेन यदि गवय इति पदम् अपि च गवय इति पदार्थः अनयोः मध्ये यः सम्बन्धः अस्ति, यः सम्बन्धः अस्ति तद् गृहीतं भवति चेत् सादृश्यज्ञानेन पदपदार्थयोः सम्बन्धः गृहीतः अस्ति चेत् तदा तस्य नाम भवति, तादृशशक्तिग्रहस्य नाम भवति उपमितिः. एवम् अनुमितिस्थले अपि तादृशमेव, अनुमिति परार्थ अनुमितौ तत्र पञ्चवाक्यानि, तत्रापि शाब्दबोधः जायन्ते एव. किन्तु पर्वतः वह्निमान् इति निश्चयः पञ्चवाक्यानि श्रुत्वा श्रोतरि यः निश्चयः जायते, पर्वतः वह्निमान् इति निश्चयः, तत्रापि शब्द शक्तिग्रहः एव अस्ति वस्तुतः. किन्तु इदानीं सा शक्तिग्रहः केन जातं, पर्वतः वह्निमान् इति पश्यतु. किमर्थमत्र शक्तिग्रहः इति वदामि चेत् पर्वतः वह्निमान् इति पर्वते अत्र उद्देश्यविधिभावः अस्ति खलु, पर्वतम् उद्दिश्य वह्निमत्वं, पर्वते पर्वतः वह्निमान् इति विशेषणविशेषमस्ति खलु. वस्तुतः अत्र विशेषणविशेषमिति न वदामः, उद्देश्यविधिभावः. पर्वतम् उद्दिश्य तस्मिन् वह्निमत्वं विधीयते. तर्हि तत्रापि शक्तिग्रहः एव अस्ति वस्तुतः. किन्तु इदानीं किमर्थं शाब्दखण्डे तद् न अन्तर्भूतः भवति, यद्यपि वाक्यानि श्रुत्वा, तर्हि किमर्थं पञ्चवाक्यानि श्रुत्वा पर्वतः वह्निमान् इति यदि मया ज्ञातं तत् किमर्थं शाब्दबोधः इति न वदामः इति चेत् तत्र परामर्शेन ज्ञायते जायते. पर्वतः वह्निमान् इति ज्ञानं प्रथमवाक्यं श्रुत्वा पर्वतः वह्निमान् इति ज्ञानं जायते चेत् श्रोतरि तज्ज्ञानं भवति शाब्दबोधः. पञ्चवाक्यानि श्रुत्वा तदनन्तरं यदि तस्मिन् पक्षधर्मता ज्ञानं जातं, व्याप्तिज्ञानं जातम्, उभाभ्यां परामर्शज्ञानं जातं, परामर्शज्ञानेन स्वचिन्तनेन यदि सः पर्वतः वह्निमान्, हा पर्वतः वह्निमान् इति तेन ज्ञानं प्राप्तं चेत् तदा तस्य नाम भवति अनुमितिः, न तु शाब्दबोधः. तर्हि परामर्शेन जायते इति कृत्वा पर्वतः वह्निमान् इति ज्ञानम् अनुमितिः. सादृश्यज्ञानेन पदपदार्थयोः मध्ये या शक्तिः अस्ति सा गृहीता भवति इति कृत्वा तस्य नाम भवति उपमितिः. किन्तु शाब्दबोधे तादृशं किमपि नास्ति, अत्र परामर्शेन शाब्दबोधः न जायते. किं सादृश्यज्ञानेनापि अत्र शाब्दबोधः न जायते, केवलं पदं श्रुत्वा पदे या शक्तिः अस्ति, ईश्वर इच्छा अस्ति, तस्य ग्रहणं भवति चेत् तदा शाब्दबोधः जायते इति व्यवहारः। बुध्यते खलु? हा, इति पश्यतु अत्र प्रत्यक्षं, यदि प्रत्यक्षेन अहं घटं पश्यामि तत्र पदानां प्रयोगः एव न आवश्यकः अस्ति। किन्तु अनुमानं यदि मया क्रियते तत्र प्रत्यक्षम् अधीनमस्ति, यदि स्वार्थानुमानम् अहं करोमि तदा तत् स्वार्थ अनुमानं प्रत्यक्षाधीनमस्ति। किन्तु परार्थ अनुमानमस्ति चेत् इदानीं प्रत्यक्ष अधीन नास्ति, अधीनमस्ति नास्ति प्रत्यक्ष परार्थ अनुमानं किम् अधीनम् इति चेत् शाब्दबोध अधीनम्, शाब्दबोधाधीनमस्ति परार्थानुमानं, पञ्चवाक्यानि श्रुत्वा एव अहम् अवगच्छामि इत्यतः। उपमानमपि शाब्दबोधाधीनं, गोसदृशः गवयः इति वाक्यं श्रुत्वा यदि अर्थबोधः न जायते, शाब्दबोधः न जायते, तर्हि गवयं दृष्ट्वा एषः गवयः इति ज्ञानं मयि ज्ञातुमर्हति किं न खलु? हा, इति कृत्वा उपमितिः अपि शाब्दबोध अधीन इति कृत्वा शाब्दबोधः कथं जायते इति सर्वैः अवगन्तव्यं। वेदान्तज्ञानमपि, अहं ब्रह्मास्मि अपि इति ज्ञानमपि यावत्पर्यन्तं शाब्दबोधः न जायते तावत्पर्यन्तं नावगन्तुं शक्नुमः। किन्तु शाब्दबोधः न जायते इति चेत् तत्र प्रत्येकं पदस्य अर्थः वा भागस्य अर्थः वा इति एतत् सर्वम् अध्येष्यामः अग्रे। किन्तु यस्मिन् श्रद्धा अस्ति, अतः एव श्रद्धावान् लभते ज्ञानं, तत्परसंयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिं न चिरेणाधिगच्छति इति भगवद्गीता। श्रद्धावान् पुरुषो वेद इति उपनिषद्वाक्यम्। यस्मिन् श्रद्धा अस्ति सः एव जानाति। तर्हि अन्यस्य का गतिः इति चेत् तत्र सर्वदा सन्देहः भवत्येव, प्रतिबन्धकं भवत्येव। अस्तु, इति शब्दिग्रहः इत्युक्ते किं, शक्तिः इत्युक्ते किं, शक्तिग्रहः इत्युक्ते किं, शक्तेः ग्रहः शक्तिग्रहः, शक्तिग्रहः जीवात्मनि जायते, शक्तिः तु परमात्मनि वर्तते। परमात्मनि वर्त्यमानशक्तेः ग्रहः यदा अस्माभिः क्रियते तदा शक्तिग्रहः जातः इति वक्तव्यं, तदा एव, नो चेत् शक्तिभ्रमः एव जातः इति वक्तव्यम्। अस्तु, इति एतत् सर्वम् अस्माभिः अधीतम्। अग्रिमे वर्गे शाब्दबोधस्थले क्रमवर्णनं, तर्हि शाब्दबोधः कथं भवति इत्यत्र चिन्तनं रुचिकरं भवति। अग्रिमे वर्गे पश्येम। सर्वेभ्यो नमस्कारः, धन्यवादाश्च।